सर्वेषां गीतासोपानवर्गं प्रति स्वागतम्। आदौ सुभाषितं शृणुमः, पश्चात् पाठः आरभ्यते। भगिनी स्मारयतु। नित्यानामनरस्य रूपमधिकं प्रच्छन्नगुप्तम् धनम् विद्याभोगकरी यशस्सुखकरी विद्या गुरुनां गुरुः विद्याबन्धुजनो विदेशगमने विद्या परा देवता विद्या राजसु पूज्यते न तु धनम् साधु भगिनि, धन्यवादाः। अस्माकं विषयः अस्ति पञ्चमी विभक्तिः। तदधिकृत्य कांश्चन अभ्यासान् वयं कृतवन्तः। 20-100 पृष्ठं पश्यन्तु, पुटम् अथवा पृष्ठं द्वयोः अर्थः समानः। 20-100 पुटं पश्यन्तु। तस्मिन् पुटे उपरितनभागे रक्तवर्णैः लिखितानि कानिचन पदानि सन्ति, सा एव सूचना। सूचनां पठित्वा अभ्यासं कुर्यात् इति अत्र आशयः। सुजाता भगिनी, सूचनायां किं दत्तमस्ति वदतु। आं भगिनी, आवरणे स्थितस्य पदस्य उचितरूपेण रिक्तं स्थानं पूरयत। आवरणे सप्तमी विभक्ति अस्ति, स्थितस्य षष्टिविभक्ति एकवचनं, पदस्य तदपि षष्टि एकवचनम् अस्ति। उचितरूपेण तृतीया विभक्ति अस्ति, रिक्तं स्थानं द्वितीया विभक्तिः अस्ति, पूरयत लोट्लकार मध्यमपुरुष बहुवचनमस्ति। उत्तमरीत्या उक्तवती। आवरणम् इति नपुंसकलिङ्गपदमस्ति खलु? आम् आम् भगिनि, वक्तुमिच्छति वा? आवरण लुट् प्रत्ययः अस्ति न? नो, लुट् अस्ति, आवरणं योगः लुट्। आ उपसर्गपूर्वकः वृधातुतः ल्युट् योजनेन वर्ण इति प्रातिपदिकं सिद्ध्यति। ल्युडन्तपदानि नपुंसकलिङ्गपदानि, प्रथमाविभक्तौ पदमस्ति आवरणम्। आं भगिनि, उपसर्गः अस्ति वृधातुतः ल्युट् प्रत्यययोजनेन आवरणं सिद्ध्यति। इतोपि किं ज्ञातव्यम् इत्युक्ते, वृ इति धातुः अस्ति चेत् ल्युट् प्रत्यये परे गुणकार्यं भवति, इत्युक्ते ल्युट् प्रत्ययः कित् नास्ति इति कारणतः गुणकार्यं भवितुम् अर्हति। वृ इत्यस्य स्थाने वर् भवति। वर् धातुः चुरादिगणे अस्ति, आवरणे इत्यस्मिन् अर्थे वृ धातुः अस्ति, तस्य रूपमेव अत्र दत्तमस्ति। णिच् योजनेन रूपं कथं भवति? वारणम् इति पदं सिद्ध्यति। अणिच् अस्ति चेत् वारणं भवति, अणिच् नास्ति चेत् वर्णम् इति रूपं सिद्ध्यति। पदम् इति नपुंसकलिङ्गपदम् अस्ति, अतः तस्य विशेषणं भूत्वा स्थितं पदं, स्थितस्य पदस्य इति। स्थिता वक्तुमिच्छति वा? स्थिता स्थादातु स्थितः क्तान्तपदमस्ति। क्तान्तपदमस्ति, उत्तमम्। स्थित स्थाधातुः अस्ति, स्थाधातोः क्तान्तरूपमेव अत्र दत्तमस्ति, किन्तु तत्र एकं विशिष्टं सूत्रमस्ति, तदर्थमेव स्था इत्यत्र आकारस्य स्थाने ईकारादेशः भवति। सूत्रमस्ति द्यति स्यति मास्थाम् इत्तिकिति, द्यति स्यति मास्थाम् इत्ति किति। तत् सूत्रं मा धातोः प्रसङ्गे स्थाधातोः प्रसङ्गे अपि कार्यं करोति। सूत्रे किमुक्तमस्ति इत्युक्ते, सकारादिकित् प्रत्यये परे अङ्गस्य इकारादेशः भवति इति सूत्रेण उच्यते. एतद् अवगन्तुम् अन्यानि रूपाणि वयं परिशीलयामश्चेत् स्थाधातुतः स्थिता इति वयं जानीमः. तावत् रूपं किमस्ति? स्थितवान्. उत्तमं. क्तिन् प्रत्ययान्तरूपं स्थितिः अस्ति. एवमेव अन्यद् रूपं वदामि, क्त्वान्तरूपं. क्त्वान्तरूपम् अस्ति स्थित्वा. क्ता प्रत्ययः, क्तवत् प्रत्ययः, क्तिन् प्रत्ययः, क्त्वा प्रत्ययः, एते प्रत्ययाः तकारादिप्रत्ययाः, किन्तु कित् प्रत्ययाः. अतः अत्र निमित्तं पूरितमस्ति इति कृत्वा तकारादिकित् प्रत्यये परे स्था इत्यत्र आकारस्य स्थाने इकारादेशः भवति. भवती जानाति वा कर्मणि लट् रूपं किम्? कर्मणि लट् रूपं स्थाप स्थीयते. स्थीयते. स्थीयते इति यकार आदेश. स्थाधातोः कर्तरि लट् किम्? कर्तरि लट् तिष्ठति. तिष्ठति. जानाति खलु? आं भगिनि. स्थाधातोः कर्तरि लट् रूपं तिष्ठति, कर्मणि लट् रूपं स्थीयते. यथा भवत्या उक्तं यकादेशः भवति, अपि च एकम् अन्यत् कार्यमस्ति. तत्र धातुः स्था अस्ति. स्था इत्यस्य रूपं स्थी भवति. किमर्थम् इत्युक्ते तदर्थमपि एकं सूत्रमस्ति, घूमास्था गापा जहाति सां हली इति एकं सूत्रमस्ति. तेन सूत्रेण स्था धातोः प्रसङ्गे हलादि कित् प्रत्यये परे यक् प्रत्ययः अपि कित् एव. कर्मणि लट् प्रसङ्गे यक् प्रत्ययः आयाति, यक् अपि कित् एव. किन्तु तकारादिप्रत्ययः नास्ति, यकारादिप्रत्ययः अस्ति. स्थाधातोः प्रसङ्गे स्थीयते इति रूपं सिद्ध्यति. दीर्घ इकारादेशः भवति. स्थितस्य पदस्य अनयोर्मध्ये विशेषणविशेष्यभावः अस्ति. उचित इति वच् धातोः रूपमेव, किन्तु तत्र अन्यानि कार्याणि सन्ति इति भाति. वच् धातुतः कृतान्तरूपं किं भवति? वक्ति. वच् धातोः लट्लकाररूपं वक्ति. वच् धातुः अदादिगणे अस्ति इति कारणतः वच् धातोः लटि रूपं वक्ति. वक्ति. कृतान्तरूपम् अथवा क्तवत् रूपं किं भवति? उक्तवान्. उत्तमम्. उक्तवान्, उक्तः, एवं रूपाणि भवन्ति. किमर्थं पृष्टवती? वच् धातोः क्तान्तरूपम् अथवा क्तवत् रूपम् उक्तः, उक्तवान् इत्यादीनि रूपाणि भवन्ति. तत्र सम्प्रसारणं नाम्ना एकं कार्यं भवति. वकारस्य स्थाने उकारः आयाति. किन्तु अस्मिन् वाक्ये एकं पदमस्ति, रिक्तम् इति पदमस्ति. तत् कीदृशम्? रिक्तं तदपि क्तान्तपदमस्ति. क्तान्तपदमस्ति. कथं जानाति? रिक्ता अस्ति अन्ते इत्यनेन. उत्तम. रुधादिगणीयधातुः रिचिर्, यथा दृशिर्, एवमेव अत्र रिचिर् इति धातुः अस्ति, रुधादिगणे अस्ति. अनुबन्धवर्णानां लोपकार्यानन्तरं रिच् तत्र तिष्ठति. रिच् धातोः कृतान्तरूपं रिक्त. कृतान्तरूपं त्रिषु लिङ्गेषु सम्भवन्ति. अत्र स्थानम् इति नपुंसकलिङ्गपदमस्ति इत्यतः रिक्तं स्थानं. तत्र स्थानमिति कर्मपदं, तस्य विशेषणं रिक्तम् इति वक्तव्यम्. रिच् धातोः लटिरूपं तु ऋणक्ति अस्ति. तत्र बहूनि अन्यानि कार्याणि भवन्ति, किन्तु रिच् इत्यत्र चकारस्य स्थाने ककारादेशः भवति. चोः कुः इति सूत्रेण कार्यं भवति. रूपं वदतु. रिक्तानि. रूपं वदतु. रूपं. रूपम् इति पदस्य रूपाणि. रूपम्. ओके. रूपं, रूपे, रूपाणि इत्युक्ते नपुंसकलिङ्गपदम् अस्ति. रेफाकारणात् ऋणत्वमपि भवति. स्थानं वदतु. स्थानं, स्थाने, स्थानानि. स्था इत्यत्र रूपं कथं सिद्ध्यति? न जानामि भगिनि. भवती जानाति, गते वर्गे वयं चर्चितवन्तः स्था धातुतः ल्युट् प्रत्ययस्य योजनेन. ओके. स्नानं. स्थानं भवति. स्नानं कथं भवति? स्नानं. स्नानं. स्नानं. स्ना योगः ल्युट्. लुट् योगः. अदादिगणे धातुः अस्ति, स्नाधातुः अस्ति, किन्तु स्नाधातुः अथवा स्थाधातुः द्वयोः प्रसङ्गे धातुः तु शोपदेशधातुः, इत्युक्ते मूर्धन्यषकारः औपदेशिकवस्थायाम् अस्ति, धात्वादेः सहसः सूत्रेण तत्र मूर्धन्यषकारस्य स्थाने दन्त्यसकारः आयाति, इत्यतः स्ना इति धातुः ल्युट् प्रत्ययस्य योजनेन स्नानम्, एवमेव अत्र स्था धातुः अस्ति, तस्मात् परं ल्युट् योजनेन स्थानम् इति रूपं सिद्ध्यति. अत्र पूरयता इति लिखितमस्ति, तस्य रूपाणि वदतु, नवरूपाणि. पूरयतु, पूरयतां, पूरयन्तु, पूरयतां, पूरयता, पूरयानि, पूरयाव, पूरयाम. उत्तमं, लोट् रूपाणि खलु. आं भगिनि, उत्तमं. मध्यमपुरुषे एकवचनरूपम् अस्ति खलु पूरय, भवती श्रुतवती वा पूरय मम कामम् इति एकं कीर्तनमस्ति, सदाशिव ब्रह्मेन्द्रकीर्तनमस्ति, संस्कृतकीर्तनं पूरय मम कामम् इति सदाशिव ब्रह्मेन्द्रकीर्तनमस्ति. नवरूपाणि लोट् रूपाणि ज्ञातव्यानि. अग्रे सरेम, वाक्यं पठित्वा वदतु. गाण्डीवं हस्तः संस्रंसते. गाण्डीवं कर्मपदमस्ति. कर्मपदमस्ति वा गाण्डीवं? गन्न भगिनि, कर्तृपदमस्ति. कथं ज्ञातवती कर्मपदं वा कर्तृपदं वा इति? गाण्डीवं नामपदमस्ति गाण्डीवं, किन्तु कर्तृपदं वा कर्मपदं वा इति केन आधारेण ज्ञातुं शक्नुमः? कर्तृपदं, कर्तृपदं तु प्रथमाविभक्ति एकवचनं भवति. उत्तमं, कर्तृपदम् अस्ति चेत् प्रथमाविभक्ति एकवचनं भवति. नपुंसकलिङ्गपदम् अस्ति चेत् कथं ज्ञातुं शक्नुमः? मकारं भवति गाण्डीवं. नपुंसकलिङ्गपदम् अस्ति चेत् प्रश्नं पृष्ट्वा किं स्रंसते गाण्डीवं स्रंसते. उत्तमम, अस्मिन् वाक्ये गाण्डीवम् इति कर्तृपदमस्ति, किमर्थं चेत् स्रंस् धातुः अकर्मकधातुः, धातुः अकर्मकधातुः अस्ति चेत् कर्मपदं स्वीकर्तुं न शक्नोति. गाण्डीवं स्रंसते, तत्र गाण्डीवम् इति नपुंसकलिङ्गपदमस्ति, अपि च धातुः तत्र अकर्मकधातुः, अतः कर्तृपदमेव. अस्मिन् वाक्ये कर्मपदं नास्ति. वाक्यं पूरयतु. गाण्डीवं हस्तात् स्रंसते. हस्तः, हस्तौ, हस्ताः, हस्तः, हस्तः, हस्ताभ्याम्, हस्तेभ्यः. पञ्चमी रूपाणि पुनः वदतु. हस्तः पञ्चमी एकवचनं. हस्तात्, हस्तात्, हस्ताभ्याम्, हस्ताभ्यः. पुंलिङ्गे रूपाणि कथं भवन्ति? हस्तेभ्यः, रामेभ्यः. अत्र हस्त इति अकारान्तप्रातिपदिकमस्ति, अतः हस्तेभ्यः, हस्तात्, हस्ताभ्यां, हस्तेभ्यः, एवं रूपाणि भवन्ति. स्रंसते इत्युक्ते किम्? स्रंसते इट् फेल् डौन्, तदेव. अधः पतति, अधः पतति. गाण्डीवम् इत्युक्ते अर्जुनस्य धनुः, गाण्डीनामकवृक्षात् निर्मितम् इति पूर्वं दृष्टमासीत्. अग्रे सरेम, सूर्यकुमारी भगिनी भवती वदतु अग्रे किं लिखितम्. भगिनि, गङ्गा अवतीर्णा, स्वर्गः अवतीर्णा. गङ्गा स्त्रीलिङ्गपदमस्ति एकवचनं, अवतीर्णा उत्तमम्, त्रू धातुः, दीर्घरूकारान्तधातुः. ओ ओके, त्रू तीर्ण, अवतीर्ण लिदन्तपदं भगिनि? न, तत्र ल्युट् अस्ति चेत् अन आदेशः भवति खलु, अत्र अन नास्ति, अव उपसर्गः, अव उपसर्गः, क्तान्तपदं क्तान्तपदमेव. गङ्गा अवतीर्णा, द्वयोर्मध्ये सम्बन्धः अस्ति, विशेषणविशेषभावः अस्ति. गङ्गा इति पदस्य विशेषणमेव अवतीर्णा. अव उपसर्गपूर्वकः, त्रु दीर्घरूकारान्तधातुः अस्ति. तत्र कार्याणि कथं भवन्ति, क्ताप्रत्ययः अस्ति, त्रूयोगः क्ता इति रूपम् अस्ति, त्रूयोगः क्ता इति रूपम् अस्ति. तत्र एकं विशिष्टं सूत्रमस्ति ऋतयिद्धातोः, तेन सूत्रेण त्रू इत्यत्र दीर्घरूकारः अस्ति खलु, रूकारस्य स्थाने ईकारः आदेशः भवति इति कृत्वा तत्र रूपं तिर् भवति आदौ. पश्चात् हलि च इति एकं सूत्रमस्ति, तेन सूत्रेण उपधादीर्घत्वं भूत्वा तीर् भवति. यथा दिव् धातुतः दीव्यति इति रूपं सिद्ध्यति, दिवादिगणीयप्रथमधातुः. एवमेव अत्रापि आदौ ऋकारस्य स्थाने इकारादेशः ऋतयिद्धातोः इति सूत्रेण, पश्चात् हलि च इति सूत्रेण उपधादीर्घत्वं भूत्वा तीर् भवति. तीर्योगः क्ताप्रत्ययस्य तकारः अस्ति. तत्र एकं विशिष्टं सूत्रं, रदाभ्यां निष्ठातः पूर्वस्य च दः सूत्रेण तकारस्य स्थाने नकारादेशः, तीर्योगः न इति रूपम् अस्ति. तीर् इत्यत्र रेफः अस्ति इति कारणतः रषाभ्यां नोणः इति सूत्रेण साक्षात् अनन्तरं दन्तिनकारः अस्ति रेफस्य कारणात्, साक्षात् अनन्तरं दन्तिनकारः अस्ति इत्यतः रषाभ्यां नोणः समानपदे इति सूत्रेण णत्वं भूत्वा तीर्ण इति प्रातिपदिकं सिद्ध्यति. त्रिषु लिङ्गेषु तस्य रूपाणि सम्भवन्ति, तीर्णं तीर्णा तीर्णः एवं रूपाणि भवन्ति. अत्र स्त्रीलिङ्गे दत्तमस्ति. किमर्थं स्त्रीलिङ्गे इत्युक्ते तत्र एकः स्त्रीप्रत्ययः अस्ति, टाप् इति प्रत्ययः अस्ति, अजाद्यतस्टाप् इति सूत्रमस्ति. अदन्तम् अङ्गमस्ति चेत् अतः, अतः इति कथनेन तत्र तपरकरणं कृतमस्ति सूत्रे. अतः इत्युक्ते अदन्तमङ्गं, विशेषतया अदन्तमङ्गम् अस्ति इत्यतः टाप् इति प्रत्ययः विधीयते. तीर्ण इत्यत्र अदन्तमङ्गम् अस्ति, तीर्ण इति कथनेन तत्र अन्ते अकारः श्रूयते, अतः टाप् इति प्रत्ययस्य योजनेन तीर्णा इति रूपं क्तान्तरूपं, गङ्गा अवतीर्णा इति रूपम् अस्ति. अपि च स्वर्गः इति पदमस्ति, स्वर्गः इति पुंलिङ्गपदमस्ति, स्वर्गात् इति पञ्चमीविभक्तिरूपम् अस्ति. तत्र मया किं पठितम् इत्युक्ते सुष्ठु अर्ज्यते इति स्वर्गः. अहं पदं वदामि, अर्ज्यते इति पदं, पदस्य श्रवणेन भवती किम् अवगतवती, कीदृशं पदम् अर्ज्यते? कर्मणि, कर्मणि. महोदय वदतु. सुष्ठु अर्ज्यते इति कर्मणि पदम्, अर्ज् इति धातुः, कर्तरि लट् रूपम् अस्ति अर्जति, किन्तु कर्मणि लट् रूपम् अस्ति अर्ज्याते. भवन्तः सर्वे एकं गीतं श्रुतवन्तः, किम्? अवनितलं पुनरवतीर्णा स्यात् संस्कृतगङ्गाधारा, धीरभगीरथवंशोऽस्माकं वयं तु कृतनिर्धाराः. अवनितलं पुनरवतीर्णा स्यात् संस्कृतगङ्गाधारा, धीरभगीरथवंशोऽस्माकं वयं तु कृतनिर्धाराः इति गीतं, बहु उत्तमं गीतं. न श्रुतवन्तः चेत् शृण्वन्तु अग्रिमं वाक्यं. भगिनि अत्र तः अपि योजयितुं शक्नुमः किल? तर्हि हस्ततः स्वर्गतः, हस्ततः स्वर्गतः इति वदनेन पदम् अव्ययपदं भवति, तस्य रूपाणि सप्तसु विभक्तिषु न सम्भवन्ति, अव्ययपदं भवति तः इति योजनेन. तत्र प्रत्ययः तद्धितप्रत्ययः अस्ति, प्रातिपदिकं स्वीकृत्य तद्धितप्रत्ययस्य योजनेन तादृशं पदं सिद्ध्यति. किन्तु अत्र सुबन्तपदम् अस्ति, इत्युक्ते स्वर्गात् इत्यत्र सुप्रत्ययः अस्ति, सुप्रत्ययः भिन्नः, तद्धितप्रत्ययः भिन्नः. अर्थस्य अर्थस्य कृते तु वक्तुं शक्नुमः, विकल्पम् अस्ति किल? विकल्पम् अस्ति, तथापि वक्तुं शक्यते. आम्, तथापि वक्तुं शक्यते. सूर्यकुमारी भगिनी करोतु. सैनिकः इषुं स्वीकरोति थूनीरात् स्वीकरोति. सैनिकः एकवचनं पुल्लिङ्ग. इषुम् इषुं द्वितीय एकवचनं. थूनीरः थूनीरात् अकारान्त स्त्री पुल्लिङ्ग भगिनि अकारान्त पुल्लिङ्ग स्वीकरोति. क्रूदात्तः स्वी उपसर्ग भगिनि. अत्र कर्मपदम् अपि अस्ति किल इषुं. किमर्थं कर्मपदमस्ति? स्वीकरोति इति पदं सकर्मकधातुः. सकर्मक क्रूधातुः सकर्मकधातुः इत्यतः कर्मपदं स्वीकर्तुं शक्नोति. अतः इषुम् इति रूपं दत्तमस्ति. यद्यपि स्वी इति द्वाविंशति उपसर्गेषु अन्यतमः नास्ति, किन्तु तस्य उपसर्गसंज्ञा अस्ति. उपसर्गः इति एका संज्ञा एव. द्वाविंशतिप्रादयः सन्ति, 22 प्रादयः सन्ति, तेषां प्रयोगः धातुना सह भवति चेदेव तस्य नाम उपसर्गः. उपसर्ग इति एका संज्ञा अस्ति. एवमेव अस्यापि विशिष्टसूत्रेण उपसर्गसंज्ञा दीयते इति मम चिन्तनम् अस्ति. स्वीयोगः क्रूधातुतः निर्मितं पदं स्वीकरोति. सैनिकः इति पदमस्ति. सैनिकः इति पदमपि तद्धितान्तं पदमेव. सेनां समवैति इति सैनिकः. तत्र प्रत्ययः कः इति अहं न जानामि, किन्तु वन् हू असेम्बल्स् द सेना, वन् हू युनैट्स् द सेना, सैनिकः. इषुः भगिनि, इषु शब्दस्य रूपाणि वदतु. इषुः इषु इषवः. इषुः इत्युक्ते शरः अथवा बाणः. गीतायाम् एकं वाक्यमस्ति, इषुभिः प्रतियोत्स्यामि. वदतु. कथं भीष्ममहं सङ्ख्ये द्रोणञ्च पुरुष कथं भीष्ममहं सङ्ख्ये द्रोणञ्च मधुसूदना इषुभिः प्रतियोत्स्यामि पूजारावरिसूदना. उत्तमं. पूजारहौ अरिसूदना इति पदविच्छेदं तत्र. परन्तु इषुभिः प्रतियोत्स्या पूजारहावरिसूदना. यान्तवान्तादेशसन्धिः भवति तत्र. पदविच्छेदं कुर्मः चेत् पूजार्हौ हरिसूदना इति रूपमस्ति. प्रतियोत्स्यामि, योत्स्यामि युद्धधातोः लृट्लकाररूपमस्ति. प्रतियोत्स्यामि इत्यत्र लृटिरूपम् उत्तमपुरुषरूपं दत्तमस्ति. तूणीरः इति कथनेन तूण्यते शरैः, पूर्यते शरैः इति तूणीरः. तूण्यते अथवा पूर्यते बाणैः. महोदय, अग्रिमवाक्यं भवान् करोतु. पद्मनाभस्य मुखपद्मं गीता विनिसृता. पद्मनाभस्य मुखपद्मात् गीता विनिसृता. पद्मनाभस्य इति षष्टिविभक्तिः. मुखपद्मं मुखं मुखं मुखम् एव पद्मं वा अथवा मुखं पद्मम् इव वा? प्रथमतया वाक्यं पूरयतु, पश्चात् प्रत्येकं पदं स्वीकृत्य चिन्तनं कुर्मः. पद्मनाभस्य मुखपद्मात् गीता विनिसृता. पद्मनाभः इति समस्तपदमस्ति. विग्रहवाक्यं वदतु. नाभः. ओके. पद्मं नाभिः. यस्य सः नाभि पद्मं यस्य सः नाभौ सोरि पद्मं नाभौ यस्य सः. उत्तमं. पद्मं नाभौ यस्य सः इति कथनेन पद्मम् इति पदस्य प्रथमा विभक्तिः अस्ति, नाभौ इत्यत्र सप्तमी विभक्तिः अस्ति. अत्र बहुव्रीहिसमासस्य एकः प्रभेदः अस्ति, तस्य नाम व्यधिकरणबहुव्रीहिसमासः. पीतम् अम्बरं यस्य सः इति कथनेन पीतम् अम्बरं द्वयोः विभक्तिः समाना अस्ति. ततः तत्र समानाधिकरणबहुव्रीहिः. किन्तु अत्र कीदृशी स्थितिः अस्ति? अत्र पद्मम् इति प्रथमान्तं पदमस्ति, नाभौ इति सप्तमी विभक्त्यन्तं पदमस्ति, अतः व्यधिकरणबहुव्रीहिसमासः. एवमेव अन्यानि पदानि वयं जानीमः. पिनाकपाणिः चन्द्रमौलिः, चन्द्रः मौलौ यस्य सः, पिनाकं पाणौ यस्य सः, गदापाणिः गदापाणौ यस्य सः, एवम् अन्यानि पदानि वयं जानीमः. तत्र व्यधिकरणबहुव्रीहिसमासः अस्ति. पद्मं नाभौ यस्य सः इति तत्र विग्रहवाक्यं भवति. द्वितीयं पदमस्ति मुखपद्मं, वदतु. इदमपि समस्तपदमेव मुखपद्मं. मुखम् एव पद्मं वा, मुखं पद्मं यस्य सः वा? न न न, नपुंसकलिङ्गम् इद ओके. मुखं पद्ममेव अथवा मुखम् एव पद्मं, द्वयो अपि भवितुम् अर्हति इति मन्ये. कीदृशकर्मधारयसमासः अस्ति इति प्रश्नः. कीदृशकर्मधारयसमासः अस्ति? कर्मधारयसमासस्य मुख्यलक्षणमस्ति सामानाधिकरण्यम्. सामानाधिकरण्यमस्ति चेदेव कर्मधारयसमासः इति वक्तुं शक्यते. विशेषणपूर्वपदकर्मधारयः, एवं बहवः प्रकारकाः कर्मधारयसमासाः सन्ति. तेषु अन्यतमः अस्ति उपमान उत्तरपदकर्मधारयः. उपमान उत्तरपदकर्मधारयसमासः अस्मिन् पदे अस्ति. अत्र विग्रहवाक्यं कथं भवति? मुखं पद्मम् इव. मुखं पद्मम् इव विग्रहवाक्यं भवति. अत्र उपमानमस्ति पद्मं, किन्तु उत्तरपदमस्ति. पद्मम् इति पदम् उत्तरपदमस्ति. उपमानरूपेण पद्मम् इति पदं प्रयुक्तमस्ति. तत्पदम् उत्तरपदमस्ति इति कारणतः उपमान उत्तरपदकर्मधारयसमासः. एवमेव अन्यानि पदानि वदामि. रामचन्द्रः, महोदय वदतु. रामः चन्द्रः इव. उत्तमम्. मुखकमलं, मुखं कमलम् इव. उत्तमम्. करकिसलयं, करः किसल, करौ किसलये इव किल. नो चेत् अत्र एकवचने वक्तुमिच्छामश्चेत् करः किसलयम् इव. करः किसलयम् इव. किसलमर्थं कः महोदय वदतु? किसलयं, किसलयं किसलये किसलयानि, किसलयं किसलये किसलयानि. अर्थः किसलयम् इति हेण्ड् इस् एस् साफ्ट् एस् साफ्ट् एस् अ बड् इति. बड् किल, soft light red colored new leaf. I recollect reading that bud asti iti bud. Nutanani patrani mrudu bhavanti. Geeta iti padam asti, mahodaya vadatu tat kim. Gai dhatoho geeyate iti geeta. Ta pratyayam asti gai dhatoho ta pratyayasya yojanena गीता इति पदं सिद्ध्यति. गीतः गीता गीतं त्रीणि अपि जेण्डर् त्रीणि अपि लिङ्गे त्रीणि लिङ्गे अपि भवन्ति. उत्तमं. धातुः गै अस्ति, लटीरूपं गायति अस्ति, किन्तु अत्र गीता इति दत्तमस्ति. कथम् इति प्रश्ने सति तत्रापि एकं विशिष्टं सूत्रमस्ति. घुमास्था गापा जहाति सां हली इति सूत्रेण ईकारादेशः सिद्ध्यति इति कृत्वा गीयते. गीयते इति कीदृशं पदम्? कर्मणि पदम्. कर्मणि लट् रूपं. कर्तरीरूपाणि दशलकारेषु भवन्ति, कर्मणि रूपाणि अपि दशलकारेषु भवन्ति, णिजन्तरूपाणि अपि दशलकारेषु भवन्ति. कर्मणि इति कथनेन न पर्याप्तं, कर्मणि लट् इति वक्तव्यम्. महोदय विनिसृता वदतु. विनिसृता ओके. निःसरति, सर सृ धातुः सरति इति रूपं भवति. तस्य तप्रत्ययस्य योजनेन श्रुतः श्रुता श्रुतं. नि इति उपसर्गयोजनेन निस् इति उपसर्गयोजनेन निस् योगे सर निःसरति निःसृता निःसृतम् तदनन्तरं इतोपि एक वि इति विशिष्टेन निःसृता विनिसृता इति भवति. उपसर्गद्वयं योजनीयं, प्रथमं निस् इति उपसर्गं, तदनन्तरं वि इति उपसर्गं. सरति सृ सरति इति धातुः, तदनन्तरम् इक्तप्रत्ययस्य योजनीयं, श्रुता श्रुतं श्रुतः समानं, त्रीणि लिङ्गानि अपि योजनीयम्. उपसर्गः इति पुंलिङ्गपदमस्ति, त्रिषु लिङ्गेषु इमानि रूपाणि भवन्ति. महोदयेन यदुक्तं तत्सर्वं साधु. अत्र वि उपसर्गः, निस् उपसर्गः अपि अस्ति, क्तान्तरूपमस्ति. सृ धातोः लटीरूपं सरति, निस् उपसर्गस्य योजनेन निस्सरति. सृ धातुः गत्यर्थकधातुः, भुआदिगणीयः. सृ धातुः ऋकारान्तधातुः, ऋकारः इक् प्रत्याहारस्थवर्णः, अतः गुणकार्यं भूत्वा सृ सरति भवति. किन्तु अत्र गुणकार्यं नास्ति, किमर्थम्? तप्रत्ययस्य कारणेन. सूर्यकुमारी भगिनी वदतु. खित् अस्ति चेत् गुणनिषेधः भवति. केन? क्निति च इति सूत्रेण. कथाप्रत्ययः कित् प्रत्ययः, कित् प्रत्ययः अस्ति चेत् गुणवृद्धिनिषेधः इति क्निति च सूत्रेण उक्तमस्ति. अतः श्रूयोगः क्त तावदेव, अत्र गुणकार्यस्य प्रसङ्गः नास्ति. गुणकार्यं निषिध्यते क्निति च सूत्रेण. अग्रिमं वाक्यं करोतु महोदय. युक्तियुक्तवचः ब्राकेट् बालः शुकः अपि गृह्णातु. युक्तियुक्तवचः बालात् शुकात् अपि गृह्णातु इति रूपम्. भवान् श्रुतवान् वा, सुभाषितमस्ति युक्तियुक्तवचः. ओके, युक्ति इति उपायः, युक्ति इति उपायः इति अर्थः किल. उपायसहितः वचः. अत्र वचः इति पदस्य रूपाणि वदतु. वचः वचः वक्ति वचः इति ओके वक्ति सोरि वचः वचसि वचांसि, वचः वचसि वचांसि, सकारान्त शब्दम्. अस्य पदस्य लिङ्गं किम्? लिङ्गम् अस्य पदस्य लिङ्गं नपुंसकलिङ्गमेव, सकारान्त नपुंसकलिङ्गं, वचः वचसि वच. उत्तमं, सकारान्तपदमस्ति, नपुंसकलिङ्गपदमस्ति. यद्यपि अन्ते विसर्गः श्रूयते मनः शब्दवत्, मनः मनसि मनांसि, एवमेव वचः वचसि वचांसि, श्रोतः श्रोतसि श्रोतांसि, वासस् वाससि वासांसि, सरः सरसि सरांसि, पयः पयसि पयांसि, एवम् इमानि सकारान्तनपुंसकलिङ्गपदानि. वच् धातुतः असुन् इति उणादिप्रत्ययस्य योजनेन निर्मितं. सर्वधातुभ्यो असुन् इति सूत्रमस्ति. सर्वधातुभ्यो असुन् इति सूत्रेण असुन् प्रत्ययस्य योजनेन वच् धातुतः निर्मितं पदम् इदं. सृ धातुतः सरः, सरस् इति वयं जानीमः खलु, सरस् इति प्रातिपदिकमस्ति. सरः सरसि सरांसि, जलानाम् आशयः, जलाशयः, तडागः सकारान्तप्रातिपदिकमस्ति वचः इत्यत्र. किन्तु समस्तपदमस्ति. वचः इत्यस्य विशेषणं भवति, पूर्वं यद् लिखितमस्ति विशेषणपूर्वपदकर्मधारे समासः. किमर्थं चेत् अत्र वचः इत्यस्य विशेषणमस्ति. युक्तियुक्तं वचः, युक्तियुक्तं, युक्तिसहितं. युक्ति इत्युक्ते उपायः किल. उत्तमं, सत्पुरुषसमासस्य प्रसङ्गे उत्तरपदस्य लिङ्गमेव सम्पूर्णसमस्य पदस्य लिङ्गं भवति. अत्र उत्तरपदमस्ति वचः इति नपुंसकलिङ्गपदमस्ति, अतः समस्तपदस्य लिङ्गमपि नपुंसकलिङ्गरूपमेव भवति युक्तियुक्तवचः इति आहत्य नपुंसकलिङ्गपदं भवति अस्मिन् प्रसङ्गे किं ज्ञातव्यम् इत्युक्ते एकं सुभाषितमस्ति सुभाषितात् उद्धृतं वाक्यम् इदं सुभाषितं किं युक्तियुक्तं वचोग्राह्यं बालादपि शुकादपि अयुक्तमपि न ग्राह्यं साक्षादपि बृहस्पतेः इति सुभाषितं युक्तियुक्तं वचोग्राह्यं बालादपि शुकादपि अयुक्तमपि न ग्राह्यं साक्षादपि बृहस्पतेः इति सुभाषितं तस्मात् उद्धृतं वाक्यम् इदम् अग्रे सरेम इदानीं दर्शना भगिनी भवती वदतु अभिमन्युः आवरणे चक्रव्यूहः बहिः आगन्तुं न शक्तः अभिमन्युः चक्रव्यूहात् बहिः आगन्तुं न शक्तः अभिमन्युः तु प्रथमा विभक्तिः विभक्तौ अस्ति अकारान्त पुंलिङ्ग् शब्दः अपि च अभिमन्युः चक्रव्यूह अपि अकारान्त पुंलिङ्ग् शब्दः बहिः तु अव्ययम् आगन्तुं तुमुन् प्रत्ययः आ उपसर्ग गम् धातुतः गम् धातुतः निर्मितं न न शक्तः शक्तः त त प्रत्ययन्त त प्रत्ययः शक् धातुः अपि अपि अन्यत् किं वदनीयं त व्याकरणस्य अभावः अस्ति अत्र मयि मिलित्वा चिन्तनं कुर्मः चिन्ता मास्तु मन् धातुः अस्ति किम् अभिमन्युः क्रोधः क्रोधः इति अर्थः किल मन्युः मया किं पठितम् अभिमन्यते युद्धार्थं हु इस् प्रौड् आफ् गोयिङ्ग् टु वार् अभिमन्यते युद्धार्थम् इति शब्दकोशे दृष्टवती अभिमन्युः अर्जुनपुत्रः अत्र विशेषणविशेष्यभावः अस्ति तयोर्मध्ये अभिमन्युः अशक्तः तत्र न शक्तः इति दत्तमस्ति अशक्तः इति वक्तुं शक्यते खलु अशक्तः इति कथनेन किं भवति नै तत्पुरुषसमासः भवति शक् धातोः क्तान्तरूपमेव शक्त चक्रव्यूहात् बहिः पदद्वयमस्ति चक्रव्यूहात् बहिः वयं जानीमश्चेत् तत्रापि समस्तपदं कृत्वा वक्तुं शक्यते चक्रव्यूहात् बहिः द्वयोः मेलनं कृत्वा अव्ययीभावसमासं कृत्वा वक्तुं शक्यते कथं वनात् बहिः वनात् बहिः इति पदद्वयमस्ति चेत् तत्र वनान्तरं किल न वनान्तरम् इति कथनेन अन्यत् वनं तत्र मयूरव्यंसकादयः इति समासः अस्ति अन्यत् वनम् इति अस्ति किन्तु अत्र वार्ता का वनात् बहिः इति कथनेन द्वयोः मेलनं कृत्वा बहिर्वनम् इति समस्तपदं कर्तुं शक्नुमः बहिर्वनम् इति कथनेन तत्र अव्ययीभावसमासः अस्ति तदर्थम् एकं सूत्रमस्ति अपपरिबहिरञ्चवः पञ्चम्याः अपपरिबहिरञ्चवः पञ्चम्याः इति सूत्रेण अव्ययीभावसमासं कर्तुं शक्नुमः वनात् बहिः बहिर्वनम् अत्र किं भवति बहिश्चक्रव्यूहम् बहिश्चक्रव्यूहम् इति भवितुं शक्नोति गृहात् बहिः इति पदमस्ति चेत् बहिर्गृहम् उत्तमं बहिर्गृहं बहिर्गृहं चिन्तनं किम् इत्युक्ते बहिः इति उपपदमस्ति उपपदपञ्चमीविभक्तिः पञ्चमीविभक्तिसम्बद्धविधायकसूत्रं नास्ति इत्यतः अपपरिबहिरञ्चवः इति सूत्रेण एव पञ्चमीविभक्तिः भवति समासविधायकसूत्रं तत्र अस्ति चेदेव तेन आधारेण एव समस्तपदं कर्तुं शक्नुमः अभिमन्युः अशक्तः इति तत्र वार्ता अस्ति तुमुन् प्रत्ययः कीदृशः कोऽपि वदतु अव्ययपदम् उत्तमम् धर्मस्य भावः सूचयति सेट् प्रत्ययः महोदय सेट् वा किमर्थं सेट् वदतु किमर्थं सेट् धातुः भगिनी वदतु आर्धधातुकस्य ड्वलादेः चिन्तनं किं भवेत्? आर्धधातुकस्य ड्वलादेः इति सूत्रेण वलादिप्रत्याहारस्थवर्णः प्रत्ययस्य आदौ अस्ति चेत् सः प्रत्ययः सेट् भवति, किन्तु प्रत्ययः कृत् प्रत्ययः अस्ति चेत् नेड् वशीकृति इति सूत्रेण कृत् प्रत्ययः वशादिः मा भवेत् इति चिन्तनमपि अस्ति. अत्र तुमन् प्रत्ययः वलादिप्रत्ययः वशादिः नास्ति इत्यतः सेट् एव. अतः एव पठितुं खादितुम् इति रूपं सिद्ध्यते, किन्तु अत्र गन्तुम् इति लिखितम् अस्ति. किमर्थं चेत् अत्र धातौ आनुकूल्यं नास्ति. गम् धातुः अनिट् धातुः, इडागमयोग्यः नास्ति, अतः अत्र इडागमः न दृश्यते. गम् धातुतः गन्तुं. सूर्यकुमारी भगिनी कार्यं किं वदतु? गम् योगः तुमन् प्रत्ययः प्रथमं गम् भवति, अनुस्वार भवति, तदनन्तरं अनुस्वारस्य परसवर्णः गन्तुं भवति. नक्षपदान्तस्य चलि गम् धातुः अस्ति, पदं नास्ति. नच्चपदान्तस्य जलिसूत्रेण अनुस्वार मकार अनुस्वार भवति. गम् गमयोगः तुमुन् अनुस्वारस्य परसवर्णः सूत्रेण नकार भवति. उत्तमं, सन्धिकार्यम् अस्ति. इतोपि कार्यमस्ति वा इति परिशीलयामश्चेत् किमपि कार्यं नास्ति, केवलं वर्णमेलनमेव अस्ति, किन्तु सन्धिकार्याणि सन्ति. तुमुन् इत्यस्मिन् नकारः इति संज्ञकः अस्ति, हलन्त्यं सूत्रेण इति संज्ञकः भवति. उकारः इति संज्ञकः नास्ति उच्चारणार्थः इति मया श्रुतमासीत्. अचुवर्णाः इति संज्ञकाः भवन्ति, कुत्रचित् केवलम् उच्चारणार्थः अस्ति इति मया श्रुतम्. इत्युक्ते सर्वत्र इति संज्ञकवर्णः न भवति, तस्य प्रयोजनमस्ति चेदेव तत्र इति संज्ञा भवति. वर्णस्य इति संज्ञा प्रयोजनस्य अभावे न भवति, प्रयोजनमस्ति चेदेव इति संज्ञा करणीया इति एकः सिद्धान्तः अस्ति. आ उपसर्गपूर्वकः गम् धातुतः तुमुन् योजनेन आगन्तुम् इति रूपम्. अग्रिमं वाक्यं दर्शना भगिनी करोतु. चक्रव्यूहः अपि समस्तपदं किल? चक्रव्यूहः चक्रम् इव विहितः, सोरि व्यूहः चक्रम् इव व्यूहः वा चक्ररूपं व्यूहः वा? व्यूहः इति पदं इक्तप्रत्ययस्य योजनेन आगच्छति वा? न, वि उपसर्गपूर्वकः ऊहः. ऊहते इति धातु वह नास्ति. वह नास्ति वा? ऊहते इति लट्लकाररूपमस्ति, धातोः परम् अन्यः प्रत्ययः अस्ति, तेन ऊहः इति रूपं सिद्ध्यति. वि उपसर्गपूर्वकः ऊहः व्यूहः. अग्रे सरेम, दर्शना भगिनी करोतु. दुर्योधनः वैशम्पायनसरोवरः आवरणे अस्ति, बहिः आगच्छति. दुर्योधनः वैशम्पायनसरोवरात् बहिः आगच्छति. दुर्योधनः प्रथमाविभक्तौ अकारान्तपुंलिङ्गशब्दः, वैशम्पायसरोवरः अपि अकारान्तपुंलिङ्गशब्दः, बहिः तु अव्ययम्. आगच्छति गम् धातुतः लट्लकारः प्रथमापुरुषः अस्ति. वैशम्पायनसरोवरः अपि समस्तपदम् एव. वैशम्पायनस्य सरोवरः भवति किं विग्रहवाक्यं? नामपदमपि अस्ति वा वैशम्पायननाम सरोवरम्? प्रत्येकं पदं स्वीकृत्य एकवारं वदामः. दुर्योधनः इत्यपि समस्तपदमस्ति, दुष्करं योधनं येन सह इति विग्रहवाक्यं भवति. येन सह योधनं दुष्करम्. आहत्य वैशम्पायनः कः? तत्र वैशम्पायन वा अत्र विष्णुसहस्रनाम नामस्तोत्रे महर्षिव्यासस्य नाम किल? न, वैशम्पायनः कः इति प्रश्ने सति व्यासस्य शिष्यः. वैशम्पायनः किं कृतवान्? जनमेजयाय महाभारतं श्रावितवान्. जनमेजयः सर्पयागं कृतवान्। तदा वैशम्पायनः जनमेजयाय महाभारतं श्रावितवान्। श्रावितवान् इति कथनेन महाभारतस्य वक्ता आसीत् सः। वैशम्पायनः व्यासस्य शिष्यः। वैशम्पायनसरोवरः इति समस्तपदमस्ति। वयं किं चिन्तयितुं शक्नुमः अत्र? सरोवरस्य नाम अस्ति वैशम्पायनसरोवरः। नाम अस्ति इति कारणतः सम्भावनापूर्वपदकर्मधारे समासः भवितुं शक्नोति। भारतदेशः इति कथनेन भारतम् इति नाम, यत्र कुत्रापि नाम अस्ति चेत् सम्भावनापूर्वपदकर्मधारे समासः। समस्तपदनिर्माणप्रसङ्गे पदद्वयं वर्तते। अत्र उत्तरपदमस्ति सरोवरः, पूर्वपदमस्ति वैशम्पायनः। सरोवरस्य नाम वैशम्पायनसरोवरः। नाम अस्ति इत्यतः सम्भावनापूर्वपदकर्मधारयः। अपि च सरोवरः इति पदमस्ति। सरोवरः इति पुंलिङ्गपदमेव। वरशब्दं वयं जानीमः खलु? वरशब्दः श्रेष्ठार्थे अस्ति। श्रेष्ठः वरः इति श्रेष्ठ वरिष्ठः वरः वर्यान् वरिष्ठः। वदतु, वरिष्ठः इति कीदृशं पदम्? वरिष्ठः इति सर्वेषु चिन्ता मास्तु, इष्टन् प्रत्ययः। इष्टन् प्रत्ययः, ओ इष्टन्। श्रेष्ठ अपि इष्टन् प्रत्ययः एव। श्रेष्ठः, गरिष्ठः, वरिष्ठः, कनिष्ठः इत्यादीनि पदानि इष्टन् प्रत्ययान्तरूपाणि त्रिषु लिङ्गेषु सम्भवन्ति। वरः पुंलिङ्गपदमस्ति। वरः इत्युक्ते ब्रैड् ग्रूम्। किन्तु अत्र श्रेष्ठार्थकपदं वरम् इति प्रयुक्तमस्ति। श्रेष्ठार्थे वरशब्दः प्रयुक्तः अस्ति सरोवरः इत्यत्र। विग्रहवाक्यं सरस्सु वरं। सरस्सु इति सप्तमी विभक्तिरूपम् अस्ति खलु? सरस् इति प्रातिपदिकं स्वीकृत्य सप्तमी विभक्ति बहुवचनरूपं सरस्सु वरम् इति विग्रहवाक्यं वदामश्चेत् असाधु भवति इति भाषापाकः इत्यस्मिन् पुस्तके लिखितम् अस्ति। सरोवरशब्दस्य प्रसङ्गे एकं पाठं लिखितम् अस्ति। सरोवरः इति पदं स्वीकृत्य लिखितम् अस्ति। सरस्सु वरम् इति विग्रहवाक्यं वदामश्चेत् असाधु भवति। सप्तमी तत्पुरुषसमासः तत्र नास्ति। श्रेष्ठार्थकवरशब्दः अस्ति, किन्तु तत्र विग्रहवाक्यं कथं भवेत्? सरः वरम् इति विग्रहवाक्यं भवति। मयूरव्यंसकादि तत्पुरुषसमासः तस्मिन् पदे अस्ति। तत्र मयूरव्यंसकादयः इति एकप्रकारकः तत्पुरुषसमासः अस्ति। सरः वरम् इति विग्रहवाक्यमस्ति। तत्र वरशब्दस्य विशेषणकारणात्, वरशब्दः अस्मिन् पदे विशेषणमस्ति इति कारणतः तस्य परनिपातः। समस्तपदानां प्रसङ्गे किं वदामः? पूर्वनिपातः, परनिपातः इत्युक्ते किं पदं पूर्वम् आगच्छेत्, किं पदं परपदं भवेत् इत्यस्य कृते अपि सूत्राणि सन्ति। अत्र वरशब्दस्य परनिपातः इत्युक्ते परप्रयोगः भवति। सरः वरं, सरः इति नपुंसकलिङ्गपदं, सरः वरम् इति कथनेन तत्र तत्पुरुषसमासः अस्ति इति कारणतः तत्र सरोवरम् इति नपुंसकलिङ्गपदं भवेत्। तत्पुरुषसमासस्य प्रसङ्गे उत्तरपदस्य लिङ्गमेव सम्पूर्णसमस्तपदस्य लिङ्गं भवति चेत् सरोवरम् इति भवेत्। किन्तु तत्र अन्या वार्ता का इत्युक्ते लोके सरोवरः इति रूपमेव प्रसिद्धमस्ति। लोकाश्रयत्वात् सरोवरः इति पुंसिरूपमेव साधु। आर्टिकल् अस्ति सरोवरशब्दं स्वीकृत्य। अपि च वैशम्पायनः इत्यत्र तद्धितान्तं पदमस्ति। विशम्प गोत्रापत्यं पुमान्। विशम्प इति प्रातिपदिकं स्वीकृत्य तद्धितप्रत्ययस्य योजनेन वैशम्पायनः इति रूपं सिध्यति। तादृशानि पदानि, अन्यानि पदानि अहं दृष्टवती। अश्वशब्दात् आश्वायनः, जातशब्दात् जातायनः, एवमेव विशम्पप्रातिपदिकं स्वीकृत्य वैशम्पायन इति रूपं। वयं जानीमः खलु अत्रिशब्दात् आत्रेय, भरद्वाजशब्दात् भारद्वाज, एवम् आयाति खलु? किन्तु तत्र कीदृशतद्धितप्रत्ययः अस्ति इति अन्या वार्ता। राधाशब्दात् राधेयः, कौन्तेयः, गङ्गाशब्दात् गाङ्गेयः। गाङ्गेयः कः? भीष्मः। उत्तमम्, अग्रे सरेम। दर्शना भगिनी भवती करोतु। कर्णः इन्द्राय कर्णौ कुण्डलं दत्तवान्। कर्णः प्रथमाविभक्तौ एकवचनः पुंलिङ्गशब्दः इन्द्राय इन्द्र इति प्रातिपदिकं चतुर्थी विभक्तौ अस्ति इन्द्राय तत्र इन्द्राय अस्ति इति अर्थं दत्तवान् चतुर्थी विभक्तौ अस्ति यतोहि तत्र क्रियापदं तु दत्तवान् अस्ति क्रियापदं नैव कृदन्तः इन्द्राय कर्णौ कुण्डलं दत्तवान् कर्णाभ्यां नैव क्षम्यतां साधु कर्णाभ्यां तदेव हा सम्यक् अस्ति किल कर्णाभ्यां कुण्डलं दत्तवान् तर्हि द्विवचनं किमर्थं द्विवचनं तत्र कर्णौ अस्ति तदर्थं द्वौ कर्णौ उत्तमं कर्णः इति आदौ लिखितमस्ति आवरणे अपि कर्णौ इति लिखितमस्ति वदतु आं तत्र कर्णः आदौ यत् अस्ति तत्तु कर्तृपदमस्ति कर्णः दत्तवान् इति अपि च तत्र कर्णौ तु अस्माकं कर्णौ इति अव्यय अवयवः अस्ति अस्माकं शरीरस्य भागः आदौ कर्णः इति लिखितमस्ति कर्णः दत्तवान् तयोर्मध्ये सम्बन्धः अस्ति अस्मिन् वाक्ये तिङन्तपदं नास्ति कुरुदन्तपदमेव तिङन्तपदम् इव कार्यं करोति कर्णः दत्तवान् किं दत्तवान् वदतु कर्णाभ्यां कुण्डलं दत्तवान् कुतः दत्तवान् कर्णाभ्यां दत्तवान् कुण्डलं तत्र कर्मपदम् अस्ति अपि च कुण्डलं अकारान्तपुंलिङ्गशब्दः अस्ति अत्र कर्मपदमस्ति इत्युक्ते कुण्डलम् अस्ति कुण्डलम् इति नपुंसकलिङ्गपदं वा नो चेत् पुंलिङ्गपदं वा कुण्डलं नपुंसक न जाने भगिनि कुण्डलं नपुंसकलिङ्गे अस्ति इति कुण्डलम् अस्तु नपुंसकलिङ्गे अस्ति कुण्डले किल तत्र कुण्डलद्वयम् अस्ति किल कर्णद्वयं कुण्डलद्वयं किमर्थम् एकवचने लिखितमस्ति कुण्डलं जोडी अस्ति तदर्थं सत्यं किन्तु महोदयेन किं पृष्टं कर्णौ इति उक्तवती अतः कर्णाभ्याम् इति उक्तवती किमर्थं कुण्डले इति न दत्तमस्ति भवितुम् अर्हति सत्यं कुण्डले तु समीचीनं कुण्डले एव भवितुम् अर्हति द्वितीयविभक्ति द्विवचनं लेखितुं शक्नुमः सत्यं दत्तवान् इति रूपम् अस्ति दत्तवान् इत्यत्र किं भवति दाधातुः अस्ति दो दद्घोः इति सूत्रमस्ति दो दद्घोः तत्र धातुः दाधातुः दाधातुतः ददाति इति रूपं लट्लकाररूपम् अस्ति किन्तु दो दद्घोः इति सूत्रेण किं भवति इत्युक्ते दा इत्यस्य स्थाने दत् इति आदेशः भवति दत् इत्यत्र थकारः अस्ति सः थकारः अन्ततो गत्वा खरिच सूत्रेण दत् भवति दोदद्घोः खरिच इति सूत्रद्वयेन दत्त इति प्रातिपदिकं सिद्ध्यति ईदृशं कार्यं दाधातोः प्रसङ्गे बहुत्र दृश्यते कथं दत्तवान् दत्तं दत्त्वा दत्तिः इति तिन् प्रत्ययान्तरूपमपि अस्ति एतादृशेषु कित् प्रत्ययेषु परेषु ईदृशं कार्यं भवति अतः एव दत्तवान् दत्त्वा दत्तिः दत्तम् इति रूपाणि भवन्ति सूत्रं पुनः वदतु दो दद्घोः अग्रे सरेम इदानीं दर्शनभगिनी भवती एव करोतु राज्याभिषेकार्थं नद्यः आवरणे अस्ति जलम् आनयति राज्याभिषेकार्थं तत्र चतुर्थ्यार्थे अस्ति फार् द राज्याभिषेक इति राज्याभिषेकः अकारान्त पुंलिङ्गशब्दः अस्ति नद्यः नद्याः जलम् आनयति आवरणे नद्यः इति लिखितमस्ति सत्यं सत्यं तर्हि नदीभ्यः जलम् आनयति तत्र नदी ईकारान्तस्त्रीलिङ्गशब्दः स्त्रीलिङ्गशब्दः अस्ति जलं तु नपुंसकलिङ्ग अस्ति आनयति आनयति आ उपसर्ग नीधातु नदीशब्दस्य पञ्चमी रूपाणि वदतु नद्याः नद्याभ्यां नदीभ्यः द्विवचनरूपं साधु वदतु नदीभ्यां नदीभ्याम् अस्ति नदीभ्यां नदीभ्यां नद्याः नदीभ्यां नदीभ्यः राज्ञः भावः राज्यम् अभिषेकः इति पुंलिङ्गपदमेव तत्र किमस्ति अभिषेकः इत्यत्र अभिषेकः अस्ति तत्र उत्तमं सिच् धातुः सिच् धातुतः सिञ्चति जलसेचनं करोति सेचनम् इति ल्युडन्तरूपम् अस्ति अभिषेकः इत्यत्र नुवल् नुवल् प्रत्ययः अस्ति किं नुवल् नास्ति नुवल् अस्ति चेत् अक आदेशः भवति किन्तु अत्र किमस्ति इत्युक्ते सिच् धातोः रूपं दत्तमस्ति सिच् धातुतः घञ् प्रत्ययस्य योजनेन सेकः इति रूपमस्ति किन्तु तत्र षत्वमपि भवति सिच् धातोः रूपमेव सिञ्चति जलसेचनम् इति वदामः जलसेचनं धातुः तु सिच् एव अस्ति किन्तु लट्लकाररूपं पश्यामश्चेत् सिञ्चति इति भवति किमर्थं तत्र नुमागमः इति प्रश्नः उदेति सिच् धातोः रूपमेव सिञ्चति तत्र एकं विशिष्टं सूत्रमस्ति षेमुचादीनां मुचादि अन्तर्गणे धातुः अस्ति चेत् षेमुचादीनाम् इति सूत्रेण नुमागमः भवति इत्यतः सिञ्चति इति लटिरूपं सिद्ध्यति किन्तु तादृशं कार्यम् अत्र नास्ति ल्युडन्तप्रसङ्गे अपि नास्ति ल्युट् प्रत्ययस्य रूपं सेचनं सिच् इत्यत्र गुणकार्यं भूत्वा सेचनं किन्तु अस्मिन् पदे अभि उपसर्गः अस्ति अभिषेचनम् इति रूपं धातवः सन्ति षेमुचादीनाम् इति धातोः कति धातवः सन्ति तादृशम् अष्ट सन्ति अष्ट मेल् मध्ये लिखतु कृपया मुचादि अन्तर्गणः इति गणः अस्ति तस्मिन् अष्टधातवः सन्ति तत्र नुमागमः दृश्यते स्थितिपरे एव भगिनि मुञ्चु धातु तदनन्तरं सप्तधातवः किल उत्तमं मुच् धातोः रूपं मुञ्चति विद् अस्ति चेत् विन्दति षिच् अस्ति चेत् सिञ्चति सिच् धातुः मूर्धन्यषकारादिधातुः उपदेशावस्थायां मूर्धन्यषकारादिधातुः धात्वादेः शः सः सूत्रेण तस्य स्थाने दन्त्यसकारः आयाति किन्तु पदनिर्माणसमये सः षकारः पुनः आयास्यति तादृशी स्थितिः अस्ति षत्वमपि दृश्यते राज्याभिषेकार्थम् इति लिखितमस्ति समस्तपदमस्ति चतुर्थी तत्पुरुषसमासः अस्ति चतुर्थी तत्पुरुषसमासस्य प्रसङ्गे सूत्रं किम् इत्युक्ते चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः इति सूत्रस्य अन्तर्गतं वार्तिकम् एकम् अस्ति तेन वार्तिकेन अत्र नपुंसकलिङ्गे रूपं सिद्ध्यति भोजनार्थं गच्छामि एवमेव अत्र राज्याभिषेकार्थं जलमानयति चतुर्थी तत्पुरुषसमासस्य सूत्र अन्तर्गतम् एकं वार्तिकमस्ति तेन वार्तिकेन अत्र नपुंसकलिङ्गे द्वितीयाविभक्ति एकवचने एव तत्र रूपं सिद्ध्यति तदर्थमेव अत्र राज्याभिषेकार्थम् इति लिखितमस्ति जलम् इति कर्मपदमस्ति आनयति इत्यत्र किं भवति वदतु आङ्ग उपसर्गपूर्वक नी धातोः लट् लट् रूपं नी इति धातुः ईगन्तधातुः अतः सार्वधातुकार्धधातुकयोः इत्यनेन गुणकार्यं भूत्वा ने भवति यचोयवायावः इति सूत्रेण सन्धिकार्यमपि भवति तेन आनयति इति रूपं सिद्ध्यति उत्तमं महोदय भवान् करोतु अग्रे राजसूययागार्थम् आवरणे देशाः अर्जुनः धनानि रत्नानि च आनयति ओके राजसूययागार्थम् इति नपुंसकलिङ्गपदं चतुर्थी विभक्ति अर्थः चतुर्थी अर्थः अत्र आगच्छति देशात् देशाः देशात् देशेभ्यः देशात् देशाभ्यां देशेभ्यः देशेभ्यः अर्जुनः धनानि रत्नानि च आनयति. अर्जुनः प्रथमपुरुष सोरि प्रथमाविभक्ति एकवचनं अर्जुन अर्जुन अकारान्तशब्दः धनानि धनं धने धनानि नपुंसकलिङ्ग शब्दः अकारान्त नपुंसकलिङ्गशब्दः धनं शब्दः रत्नं तदपि नपुंसकलिङ्ग शब्दः एव रत्नं रत्ने रत्नानि इति त्रीणि रूपाणि वर्तन्ते. च अव्ययम् अव्ययपदम् आनयति आङ् तदेव आङ् उपसर्गपूर्वक नी नै दा नी इति इकन्तधातोः प्रथमपुरुष एकवचनं लट् लटि रूपं तदेव भगिनि. उत्तमं. राजसूययागार्थम् इति लिखितम् अस्ति. राजसूययागाय इदम् इति विग्रहवाक्यं चतुर्थी तत्पुरुषसमास अन्तर्गतं वार्तिकमस्ति. तेन वार्तिकेन इदं पदं क्रियाविशेषणं भवति. राजसूययागार्थम् इति पदं क्रियाविशेषणं क्रियाविशेषणानां कर्मत्वं नपुंसकलिङ्गम् एकवचनं च वक्तव्यं क्रियाविशेषणं भवति. चतुर्थी तत्पुरुषसमास अन्तर्गतं वार्तिकं तेन वार्तिकेन अस्य पदस्य नपुंसकलिङ्गरूपं कर्मपदम् अपि च एकवचनरूपं. राजसूययागार्थम् इति पदं नपुंसकलिङ्गे अस्ति, कर्मपदमस्ति, एकवचने अस्ति क्रियाविशेषणं भूत्वा. राजसूययागः इति यज्ञविशेषः, यागविशेषः. अपि च धनानि च रत्नानि च इति द्वन्द्वसमासं कर्तुं शक्नुमः खलु. कथं भवति? धनानि च रत्नानि च धनरत्नानि इति भवति किल द्वन्द्वसमासः. धनानि च रत्नानि धनरत्नानि. उत्तमं. धनानि रत्नानि द्वन्द्वसमासस्य प्रसङ्गे लिङ्गनिर्धारणं करणीयं, वचननिर्धारणमपि करणीयं. धनरत्नानि इति भवति. किन्तु रामः च कृष्णः च इत्यत्र किं भवति? रामकृष्णौ. किमर्थं तथा? रामः राम प्रातिपदिकं कृष्णौ द्वौ पुरुषौ स्तः किल, तदर्थं रामकृष्णौ इति भवति. द्विवचनं भवति. द्विवचनं भवति. अत्र पदद्वयमस्ति इत्युक्ते रामः कृष्णः इति पदद्वयमस्ति. अतः वचनं द्विवचनं भवेत्. अपि च कृष्णः इति पदं पुंलिङ्गपदमस्ति, अतः समस्तपदं पुंलिङ्गे भवेत्. रामः च कृष्णः च इति विग्रहवाक्यं वदामश्चेत् तयोः मेलनेन समस्तपदं निर्मामः चेत् समस्तपदं पुंलिङ्गे भवेत् अपि च द्विवचने भवेत् इत्यतः रामकृष्णौ इति वक्तव्यं भवति. किन्तु अत्र धनानि च रत्नानि च इति रूपम् अस्ति. रत्नम् इति नपुंसकलिङ्गपदमस्ति, अतः समस्तपदमपि नपुंसकलिङ्गे एव भवेत्. धनानि रत्नानि इति बहुवचनरूपं दत्तमस्ति इत्यतः समस्तपदमपि बहुवचने एव भवेत्. अतः धनरत्नानि इति समस्तपदं, धनानि रत्नानि च इत्यस्मिन् स्थाने धनरत्नानि इति अपि लेखितुं शक्यते. इतर इतर द्वन्द्वम् अस्ति इति कारणतः एव एतत् सर्वं भवति किल. समाहारद्वन्द्वम् अस्ति चेत् एकवचनमेव भवति किल. उत्तमं. नपुंसकलिङ्गे एकवचने एव भवति. यथा पाणिपादं, पाणिपादम् इत्यत्र समाहारद्वन्द्वसमासः अस्ति. पाणी च पादौ च तयोः समाहारः, अतः समाहारद्वन्द्वसमासं कृत्वा पाणिपादं. द्वन्द्वसमासस्य प्रसङ्गे प्रकारद्वयमस्ति. स्त्रीलिङ्गमपि भवितुम् अर्हति. स्त्रीलिङ्गं त्रयाणां वटानां समाहारः पञ्चवटि, पञ्चानां वटानां समाहारः पञ्चवटि, त्रयाणां लोकानां समाहारः त्रिलोकी. न, द्वन्द्वसमासः भिन्नः, द्विगुसमासः भिन्नः. भवान् यदुक्तवान् तत्तु द्विगुसमासस्य उदाहरणं. पञ्चानां वटानां समाहारः इत्यत्र पञ्चवटी इति रूपं सिद्ध्यति. तत्र द्विगुसमासः अस्ति. द्विगुसमासः भिन्नः, द्वन्द्वसमासः भिन्नः. त्रयाणां पादानां समाहारः त्रिपादी, त्रयाणां लोकानां समाहारः त्रिलोकी, पञ्चानां वटानां समाहारः पञ्चवटी. तत्र द्विगुसमासः अस्ति, किन्तु समाहारद्वन्द्वसमासः भिन्नः. समाहारद्वन्द्वसमासप्रसङ्गे अपि विग्रहवाक्यं वक्तुमिच्छामश्चेत् पाणी च पादौ च तयोः समाहारः. पाणिपादम् इति समाहारद्वन्द्वसमासस्य कृते समाहारद्वन्द्वे नपुंसकलिङ्गमेव आगच्छति वा? समाहारद्वन्द्वसमासयुक्तं पदं नपुंसकलिङ्गे एकवचने भवति. इतरेतरद्वन्द्वसमासस्य प्रसङ्गे तादृशनियमः नास्ति. रामकृष्णौ इत्यत्र रामः च कृष्णः च इत्यत्र इतरेतरद्वन्द्वसमासः. एवमेव धनरत्नानि इत्यत्रापि इतरेतरद्वन्द्वसमासः अस्ति. अग्रे सरेम, सुजाता भगिनी करोतु. कृष्णः द्वारका इन्द्रप्रस्थम् आगतवान्. कृष्णः प्रथमायुक्ति एकवचनमस्ति. द्वारका स्त्रीलिङ्गमस्ति. द्वारकात् पञ्चमी विभक्ति. पुनः वदतु. द्वारका अकारान्तस्त्रीलिङ्गमस्ति. आकारान्तस्त्रीलिङ्गं, तस्य पञ्चमी रूपं किं भवति? द्वारकायाः. रूपाणि वदतु. लताशब्दवत् रूपाणि वक्तव्यानि. प्रथमाविभक्तिरूपाणि वदतु. आं भगिनि, द्वारका, द्वारके, द्वारकाः, द्वारकायाः, द्वारकाभ्यां, द्वारकेभ्यः. केभ्यः भवति वा? द्वारकाभ्यः, लताभ्यः. द्वारकाभ्यः. द्वारका, द्वारके, द्वारकाः, द्वारकां, द्वारके, द्वारकाः, द्वितीया पर्यन्तं. द्वारकायाः, द्वारकाभ्यां, द्वारकाभ्यः, एवं रूपाणि भवन्ति. गतवान् वदतु. गतवान्, आगतवान्, पतन्तरूपमस्ति. आ उपसर्ग अस्ति. गम् धातु अस्ति. गम् धातुतः गतवान्. उत्तमम्. अत्र अनुनासिकलोपः भवति, मकारस्य लोपः भवति. वदति वा? आङ् उपसर्ग अस्ति. नकारस्य इत्संज्ञा भवति. पुनः वदतु. आङ् उपसर्गः, आङ् उपसर्गः अस्ति. नकारस्य इत्संज्ञा भवति. आ एव अवशिष्यते. आ योगः गम्योगः त्ववतु अस्ति. आगतवान् भवति. अनुनासिकलोपः भवति. गम् इत्यत्र मकारः अस्ति. तत्र एकं विशिष्टं सूत्रमस्ति. अनुदात्तोपदेशवनति तनोत्यादीनाम् अनुनासिकलोपो झलिक्निति. दीर्घं सूत्रमस्ति. अनुदात्तोपदेशवनति तनोत्यादीनाम् अनुनासिकलोपो झलिक्निति. अनुनासिकलोपो इत्युक्ते अनुनासिकलोपः भवति. प्रथमान्तं पदं झलिक्निति इत्युक्ते झलादिकित् प्रत्यये परे एतादृशधातवः इत्युक्ते अनुदात्तस्वरः उपदेशावस्थायाम् अस्ति. अनुनासिकवर्णः तस्मिन् धातौ अस्ति. यथा गम् धातुतः गत, रम् धातुतः रत, मन् धातुतः मत. एतेषु रूपेषु अनुनासिकलोपः भवति झलादिकित् प्रत्यये परे. अतः एव गम् धातुतः गतवान्, गतः, गतिः, गत्वा. एते प्रत्ययाः कित् प्रत्ययाः. अतः अनुनासिकलोपः भूत्वा गम् धातुतः गत्वा, गतवान्, गतिः, गतम् इत्यादीनि रूपाणि भवन्ति. अपि च द्वारका इति लिखितमस्ति खलु. मया किं दृष्टम् इत्युक्ते प्रशस्तेन द्वारेण कायते इति लिखितमस्ति. प्रशस्तेन द्वारेण कायते, प्रतिहारेण द्वारेण कायते इति लिखितमस्ति. कायते इति पदं वदामि चेत् तत्र धातुः कै अस्ति, वदतु. कै धातुतः कायते? कै धातुतः करा भवति. गै अस्ति चेत् गायति भवति खलु? भगिनि, गै अस्ति चेत् गायति भवति, कै अस्ति चेत् कायते भवति. येचो यवायावः इत्यनेन आय आदेशः भवति कायते. उत्तमं, तदेव. कै इत्यत्र ऐकारः अस्ति, ऐकारस्य स्थाने आय् आदेशः भवति इति कृत्वा कायते इति रूपं सिद्ध्यति. द्वारका इति पदस्य प्रसङ्गे अहं दृष्टवती, प्रशस्तेन द्वारेण कायते इति लिखितमस्ति, अतः पृष्टवती. अग्रे पठतु. वनवाससमये पाण्डवाः द्वैतवनं समन्तपञ्चकं गतवन्तः. ऐ डिण्ट् अण्डर्स्टाण्ड् भगिनि दिस् वन्. चिन्ता मास्तु, सुन्दरमहोदय भवान् वदतु. वनवाससमये पाण्डवाः द्वैतवनात् समन्तपञ्चकं गतवन्तः. वनवाससमये वनानां वासः वनवासः. वनानां भवति वा, वनेषु भवति वा? सोरि, वनेषु वा? ओके ओके, वनेषु वासः. ओके, वनेषु वासः वनवासः. वस् धातोः घञ् प्रत्ययस्य योजनेन वासः इति रूपं सिद्ध्यति किल? उत्तमम्. सो वनेषु वासः वनवासः. वनवासस्य समये इति षष्टि तत्पुरुषसमासः. विग्रहवाक्यं सम्यक् वदतु. विग्रहवाक्यम्, ओके. वनेषु वासः वनवासः. वनवासस्य वा वासः, ओके. वनवासस्य समयः, वनवासस्य समयः प्लस् तस्मिन् वनवाससमये. उत्तमं, तथा वक्तव्यं. वनवासस्य समयः तस्मिन्, वदतु. वनवासस्य समये पाण्डवाः पाण्डोः अपत्यं पुमांसः पाण्डवाः इति किल? पाण्डोः अपत्यम् अपत्यानि पुमांसः पाण्डवाः. ओके, द्वैतवनं, वनम् इति शब्दं, द्वैतं च तत् वनं च द्वैतवनं. द्वैतं इति पदं तदित प्रत्ययस्य योजनेन भवति. द्वितीयस्य भावः द्वैतं. द्विधायितम् इति द्वीतं भवति, द्वीत इति शब्दात् द्वैत इति रूपम् आयाति. तत्र इकारस्य वृद्धिः भूत्वा ऐकारः भवति. द्वीतशब्दात् द्वैत आहत्य पदमस्ति द्वैतं. द्वैतम् इत्यस्य अर्थः कः? द्विधा विभक्तं. द्विधा विभक्तम् इति अर्थः किल? कुत्र श्रूयते तत् पदम्? द्वैतवनम्. द्वैतं द्वैतम् अस्ति. उत्तमं, द्वैतम् अद्वैतसिद्धान्तः. दर्शनभगिनी वदतु. द्वैतं द्वैतसिद्धान्तः अपि च अद्वैतसिद्धान्तः. यत्र ऐक्यमस्ति तत्र अद्वैतसिद्धान्तः, यत्र द्विविधा अस्ति तत्र द्वैत. उत्तमम्. ईश्वरः जीवः भिन्नः इति द्वैतमस्ति. ईश्वरः च जीवः च तयोर्मध्ये भिन्नत्वमस्ति अथवा पार्थक्यमस्ति इति सिद्धान्तः एव द्वैतम्. तयोर्मध्ये भेदः नास्ति, जीवः एव ईश्वरः इति सिद्धान्तः एव अद्वैतम्. शोकमोहादिकभावद्वयमस्ति चेदपि द्वैतम् इति वक्तुं शक्नुमः. वदतु. यत्र अरस्पर अर्थः अस्ति अरस्परसम द्वैतीभावः अस्ति तत्र द्वैतम् इति वक्तुं शक्नुमः शोकः मोहः इत्युक्ते शोकमोहादिके भावद्वये अपि सुखदुःख लाभलाभौ जयाजयौ उत्तमम् उत्तमम् समन्तपञ्चकम् इति लिखितम् अस्ति समन्तपञ्चकं किम् समन्तपञ्चकं समन्तपञ्चकम् इति कोऽपि ग्रन्थः अस्ति वा न स्थानं वाक्यं पुनः वदतु वाक्यं वनवाससमये पाण्डवाः द्वैतवनात् समन्तपञ्चकं गतवन्तः ओके डेस्टिनेशन् समन्तपञ्चकं समन्त पञ्चकः समन्तपञ्चकः इति भवितव्यं तस्य द्वितीयाविभक्ति एकवचनं समन्तपञ्चकम् इति कर्मपदं डेस्टिनेशन् भवति किमर्थं पुंलिङ्गपदम् उक्तवान् नपुंसकलिङ्गपदमपि भवितुमर्हति पञ्चकं भवितुमर्हति इमानि पदानि चतुष्टयं पञ्चकं षट्कम् एवं पदानि नपुंसकलिङ्गे भवन्ति अतः अत्रापि पञ्चकम् इति नपुंसकलिङ्गपदमेव समन्तपञ्चकं नाम किम् इत्युक्ते ह्रदपञ्चकम् अस्ति ह्रदपञ्चकम् इत्युक्ते ह्रदाः हृदयं नास्ति लेक्स् सन्ति कुरुक्षेत्रयुद्धभूमौ इति न वदामः आस्पास् कुरुक्षेत्ररणरङ्गस्य परिसरे समन्तपञ्चकम् अस्ति सर्वे तत्र गत्वा पश्यन्ति अपि इदानीन्तनकाले अपि द्वैतवनात् समन्तपञ्चकं गतवन्तः ते अग्रे सरेम भगिनी करोतु कर्णः इन्द्रः आवरणे अस्ति शक्त्यायुधं स्वीकृतवान् कर्णः प्रथमाविभक्तौ अस्ति कारान्तपुंलिङ्ग शब्दः इन्द्रात् इति पञ्चमी विभक्तिः अस्ति इन्द्र कारान्तपुंलिङ्गशब्दः शक्त्यायुधं तत्र आयुधं तत्र आयुधः नपुंसकलिङ्गे एव अस्ति नपुंसकलिङ्गे अस्ति स्वीकृतवान् स्वी उपसर्गः कृधात् धातुः तव तु प्रत्ययः स्वीकृतवान् इति लिखितमस्ति स्वीकृतवान् तस्मिन् स्थाने स्व्यकरोत् इति अपि लेखितुं शक्नुमः स्व्यकरोत् क्रूधातोः लङ्रूपम् अकरोत् स्वीयोगः अकरोत् तत्र सन्धिकार्यं भूत्वा स्व्यकरोत् इति रूपं लेखितुं शक्नुमः समन्तपञ्चकम् इत्युक्ते पाञ्च सरोवर् वनमेव अस्ति किल समन्तपञ्चकं सरोवर् सरोवर् कृते तडागम् अस्ति किल तडागः पञ्चतडागाः समन्त इति पदम् अत्र किमर्थं न उपयुज्यते सम्यक् अन्तः वा ओ समन्तात् पञ्चकम् आयुधं नपुंसकलिङ्गपदमेव अग्रे गन्तव्यं करोतु शक्तियुक्तः युक्तम् आयुधम् इति वक्तुं शक्नुमः किं शक्त्यायुधम् अस्ति मम चिन्तनमस्ति शक्ति नाम एकम् आयुधम् अस्ति आयुधस्य नाम शक्ति इति मया श्रुतमासीत् आम् शक्ति एव तदेव वदतु आयुधम् उपयुज्य घटोत्कचं मारितवान् कर्णः घटोत्कचं मारितवान् एतद् आयुधं स्वीकृत्य तद् उपयुज्य एव मारितवान् शक्ति इति नाम अस्ति चेत् सम्भावनापूर्वपदकर्मधारयसमासः भवितुमर्हति कर्मधारयसमासः इति सङ्क्षेपेण उक्त्वा समापयामः कर्मधारयः अस्ति अग्रे करोतु शक्ति एव नाम कोऽपि सन्देहः नास्ति उत्तमम् अग्रे करोतु भीष्मः काशी आवरणे अस्ति कन्याः आनीतवान् भीष्मः अकारान्तपुंलिङ्गशब्दः प्रथमाविभक्तौ काशी इति शब्दस्य पञ्चमी विभक्तिः अस्ति काश्याः कन्याः आनीतवान् कन्याः आकारान्त कन्या आकारान्त स्त्रीलिङ्गशब्द तत्र कन्याः बहुवचने अस्ति अपि च कर्मपदं कर्मपदम् आनीतवान् आङ् उपसर्गः नि इति धातु तवतो प्रत्ययः उत्तमं कन्याः इति आकारान्तपदम् अस्ति कर्मपदमस्ति बहुवचने अस्ति कन्याः आनीतवान् द्वितीयाविभक्ति बहुवचनरूपम् अत्र दत्तमस्ति किमर्थं चेत् नि धातुः सकर्मकधातुः भीष्मः आनीतवान् काः कन्याः कन्याः इति कर्मपदमस्ति काशीतः यथा भगिन्या उक्तं काशीतः इति अपि साधु काश्याः काश्याः काशीभ्यां काशीभ्यः एवं रूपाणि भवन्ति नि धातुतः तवतु योजनेन तत्र वर्णमेलनमेव अस्ति नियोगः तवत् नीतवत् इति प्रातिपदिकं त्रिषु लिङ्गेषु वदतु नीतवान् नीतवती नीतवत् काशीं काशीं गत्वा भीष्मः भीष्मकन्याः आनीतवान् तस्य कृते नास्ति नैव नैव तदा काशीं गत्वा उत्तमं किमर्थम् आनीतवान् तत्र वीर्यस्य तस्य पुत्र शन्तनोः पुत्रस्य कृते सहोदराणां कृते सहोदराणां कृते स्वस्य कृते नास्ति खलु तदपि नैव मम मनसि तद् किं तत् चिन्तनम् आगतं यत् काशीं गत्वा तदपि वैराग्यस्य कृते अस्ति काशी युद्धमपि कृतवान् तस्य युद्धमपि तासां कृते युद्धमपि कृतवान् शाल्वराज्ञतः उत्तमं काशी इति पदस्य धातुः एकः अस्ति भवादिगणे अस्ति काश्रु ऋकारः इति संज्ञकवर्णः भवती जानाति एव काश् धातोः रूपं काशते प्रा उपसर्गस्य योजनेन प्रकाशते उत्तमं भवान् जानाति प्रकाशते इत्यत्र आत्मनेपदिरूपम् अस्ति इति कारणतः प्रकाशमानं दीप्तिः प्रकाशमाना दीप्तिः इत्यस्मिन् अर्थे काश् धातुः अस्ति काश् धातोः लटीरूपं काशते प्रा उपसर्गस्य योजनेन प्रकाशते आत्मनेपदी धातुः अस्ति इति कारणतः प्रकाशमानं नगरं काशीनगरं प्रकाशमानं नगरं काश् धातुतः प्रत्ययः कः इति ज्ञातव्यं काशी दीप्तौ इत्यस्मिन् अर्थे एव तत्र धातुः अस्ति टु शैन् टु ग्लो इत्यस्मिन् अर्थे अधुना तु निश्चयेन प्रकाशमानं नगरमेव पूर्वं तादृशं नास्ति अधुना तु तादृशमेव पूर्वमपि पूर्वमिति चेत् दश पञ्चदश संवत्सरात् पूर्वं बहु गन्दगी तादृशम् अस्ति अहम् एकवारं गतवान् काशीनगरम् एकदं पलायितवान् तस्मात् नगरात् अहं पलायितवान् ज्ञानस्य प्रसङ्गे भगिनी वदन्ती अस्ति अधुना तु दीपस्य प्रसङ्गे एव अपि काशीनगरं दीप्यमानं नगरमेव प्रकाशमानं नगरमेव अधुना तु उत्तमं संस्कृतमहाविद्यालयाः आसन् इदानीन्तनकाले अपि बेनारस् यूनिवर्सिटि इत्युक्ते ज्ञानप्रसङ्गे वदतु ज्ञानस्य प्रसङ्गे बहु उत्तमं स्थलम् अस्ति ज्ञानस्य प्रसङ्गे बनारस् हिन्दू यूनिवर्सिटि तत्र एम् ए पि एच् डि पर्यन्तं कर्तुं शक्यते संस्कृतं बि ए एम् ए पि एच् डि तः भवान् स्वच्छतायाः प्रसङ्गे वदन् अस्ति किन्तु भगिनी ज्ञानस्य प्रसङ्गे वदन्ति वदतु काशीराज्यं भिन्नः काशी नगर भिन्नः खलु स एव इति भाति काशीनगरं काशीराज्यं काशिका इति अपि वक्तुं शक्यते काशिका इति कथनेन नुवुल् इति प्रत्ययः अस्ति काश् धातुतः णुवुल् योजनेन स्त्रीलिङ्गरूपं काशिका इति भवति किन्तु काश्याः अन्य नाम अस्ति वाराणसी कोऽपि वदतु वारणः इत्युक्ते हाति वाराणां न साधारणतया किं वदामः वाराणसी इति वदामः किन्तु तस्य नाम अस्ति वाराणसी वाराणसी इति एव वक्तव्यमस्ति किमर्थं तथा तत्र नदीद्वयमस्ति वर्णा इति एका नदी अस्ति असि इति अपि नदी अस्ति तयोः नद्योः भवं नगरम् अदूरे भवा नगरी वर्णा असि वर्णा इति एकस्याः नद्याः नाम असि अपि नद्याः नाम अस्ति तयोः नद्योः समीपे भवं नगरम् इति कारणतः वाराणसी तदपि तद्धितप्रत्ययान्तपदमेव वर्णा इति अस्ति चेत् आदिवृद्धिः भूत्वा वाराणसी वाराणसी एव चन्द्रशर्मा आगतवान् किल यदि गौडपादात् एकं व्याकरणं पठितुं चन्द्रशर्मा आगतवान् किल रक्षोभः पतञ्जलिमुनिः शापं दत्तवान् रक्षोभव इति शापं दत्तवान् किल तत्र व्याकरणं बोधयित्वा शापात् मुक्तिं पातु इति शापविमोचनमपि दत्तवान् तत्र चन्द्रशर्मा एव तत् शिष्यः भूत्वा वाराणसीतः आगतवान् अस्तु धन्यवादाः एकमेव वाक्यमस्ति सुजाता भगिनी भवती करोतु अर्जुनः अग्निः गाण्डीवं स्वीकृतवान् अर्जुनः अग्नेः गाण्डीवं स्वीकृतवान् अर्जुनः प्रथमाविभक्ति पुंलिङ्ग अकारान्त प्रथमाविभक्ति पुंलिङ्गमस्ति अग्निः इकारान्तस्त्रीलिङ्गमस्ति अग्निः हरिशब्दवत् पञ्चमीविभक्ति भवति अग्नेः गाण्डीवं कर्मपदमस्ति अग्नेः गाण्डीवं स्वीकृतवान् उपसर्ग अस्ति उपसर्गः अस्ति इति न वदामः उपसर्गः इव स्वीकृतवान् द्वाविंशति उपसर्गेषु अन्यतमः नास्ति उपसर्गः इव कार्यं करोति इति एव वक्तव्यमस्ति वदतु क्रूधातुः अस्ति त्वान्तरूपम् अस्ति कृतवान् तवतु रूपं खलु स्वस्य कृते इति अर्थं सिद्ध्यति वा स्वी इत्युक्ते स्वस्य कृते इति अर्थं सिद्ध्यति वा तत्र बहु किमपि चिन्तनमस्ति महोदय स्व इत्यस्य प्रसङ्गे स्व अस्ति चेत् स्वस्य कृते इति वक्तुं शक्यते किन्तु अत्र किम् अस्ति इति इतोपि पठनीयं वदतु गाण्डीवं कर्मपदम् अस्ति उत्तमं कृतवान् इत्यत्र किं भवति कृतवान् क्रूधातुः तावतु प्रत्ययः अस्ति क्रूयोगः तावतु कृतवान् वर्णमेलनमेव भवति वर्णमेलनमेव प्रातिपदिकं सिद्ध्यति किं वदामः कृदन्तप्रातिपदिकम् आदौ सिद्ध्यति तस्मात् परं सुबन्तप्रक्रिया भिन्ना अस्ति आदौ प्रातिपदिकं निर्मामः पश्चात् सुप्रत्ययस्य योजनेन पुंलिङ्गरूपाणि स्त्रीलिङ्गरूपाणि नपुंसकलिङ्गरूपाणि सप्तसु विभक्तिषु निर्मातुं शक्नुमः आदौ कृदन्तप्रातिपदिकं सिद्ध्यति वदतु कृतवान् कृतवत् नपुंसकलिङ्गरूपम् अस्ति कृतवती स्त्रीलिङ्गमस्ति कृतवान् पुंलिङ्गमस्ति उत्तमं त्रिषु लिङ्गेषु रूपाणि सम्भवन्ति कृतवत् कृतवती कृतवन्ति इति नपुंसकलिङ्गरूपाणि कृतवान् कृतवन्तौ कृतवन्तः इति पुंलिङ्गे रूपाणि कृतवती कृतवत्यौ कृतवत्यः इति स्त्रीलिङ्गे रूपाणि भवन्ति हरेः इव अग्नेः इति वक्तव्यमस्ति हरेः अथवा अग्नेः इति रूपं कथं साधनीयम् इति एकवारम् उक्त्वा समापयामि. हरि इति इकारान्तप्रातिपदिकमस्ति. हरि इति प्रातिपदिकं स्वीकृत्य पञ्चमीविभक्ति एकवचनप्रत्ययं योजयामः. सुप्रत्ययेषु पञ्चमीविभक्ति एकवचनप्रत्ययः ञसि इति अस्ति. सुौजस् समौक्षस् ताभ्याम्भिस्नेभ्याम्भ्यस् नसिभ्याम्भ्यस् ण्यसिभ्याम्भ्यस् ञसि इति प्रत्ययः. पञ्चमीविभक्ति एकवचनप्रत्ययः ञसि प्रत्ययः. ञसि इत्यत्र ञकारः इति संज्ञकः. लशक्वतधिते इत्यनेन ञकारः अपगच्छति. इकारः अनुनासिकः. उपदेशजनुनासिक इत् इति सूत्रेण इकारः अपि इति संज्ञकः भूत्वा अपगच्छति. तेन ञसि इत्यत्र अनुबन्धलोपे सति निरनुबन्धरूपम् अस् तिष्ठति. तत्र एकं विशिष्टं सूत्रं कार्यं करोति, घेर्णिति इति सूत्रम्. किमर्थं घेर्णिति? अत्र हरिशब्दस्य घिसंज्ञा अस्ति. ह्रस्व इकारान्त ह्रस्व उकारान्तशब्दानां घिसंज्ञा भवति विशिष्टसूत्रेण. घिसंज्ञा अस्ति. घिसंज्ञापदस्य अनन्तरं नित् प्रत्ययः अस्ति. निति इति कथनेन घेः निति इति अस्ति. घिसंज्ञकशब्दस्य अनन्तरं ञित् प्रत्ययः अस्ति चेत् घेर्णिति इति सूत्रेण गुणकार्यं भूत्वा अग्नि इत्यत्र अग्ने इकारस्य गुणकार्यं भूत्वा एकारः भवति. अग्ने इति रूपं भवति. अग्नेयोगः अस्. अग्नेयोगः अस् इत्यत्र एकार अकारयोः मध्ये सन्धिकार्यं करणीयं. तत्र यान्तवान्तादेशसन्धिः न भवति एकार अकारयोः मध्ये. यचोयवायावः कार्यं न भवति. तत्र विशिष्टसूत्रमस्ति ञसि ञसोश्च इति सूत्रं. विशिष्टसूत्रं यान्तवान्तदेशसन्धिं प्रबाध्य नसि नसोश्च इति सूत्रेण पूर्वरूपम् एकादेशः भवति इति कृत्वा हरेस् इति रूपं भवति. एकारः एव तिष्ठति. एकार अकारयोः द्वयोः स्थाने पूर्वरूपम् एकादेशः भवति ञसि ञसोश्च इति सूत्रेण. तेन हरेस् इति रूपं भवति. हरेस् इति भवति चेत् वयं जानीमः सकारस्य स्थाने रुत्वविसर्गयोः कारणेन. इत्युक्ते ससजुषोरुः इत्यनेन सकारस्य रुत्वं, खरवसानयोर्विसर्जनीयः इत्यनेन रेफस्य स्थाने विसर्गादेशः. तेन अग्नेः हरेः इति रूपाणि भवन्ति. एकं पुटमेव वयं समापितवन्तः, किन्तु सम्यक् चिन्तनं कृतवन्तः. इदानीम् अत्र स्थगयामः. सर्वेषां धन्यवादाः. धन्यवादाः. धन्यवादः. अनेके अनेके धन्यवादः. धन्यवादः.